सिद्धिर्भवतु मे। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं, संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं। संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं, संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं, हिन्दुधर्मं समाजं च पवित्रां, संस्कृतिं तथा संरक्षणनु कुर्याम, विश्वं शान्ति समन्वितम्। इतोपि किञ्चित् फाण्ट् बृहत् करोति किं आम् करोमि? पर्याप्तं, त्रयः एव। आम् सुधा भगिन्याः स्थितिः का? अत्र भारतं गतवती वा? आ सा प्रत्यागतवती, किञ्चित् व्यस्ता अस्ति इति सा उक्तवती कार्यालये। प्रसादमहोदयः कथमस्ति इदानीम्? अत्र सोमवासरस्य वर्गम् पूर्वम् आगतवान् खलु? आम् न जाने किमर्थं न आगच्छति इति महोदयेन सह समीपकाले सम्भाषणं न जातं, परन्तु अस्ति सः तत्र केन्द्रे कार्यं करोति सः वर्जिनिया केन्द्रे। अस्तु, प्रारभामहे। कुतः पठनीयम्? अहं गतसप्ताहे न आसम्, एतत् समाप्य गोपीनाथः ततः पठनीयम्। गतसप्ताहे वर्गः आसीत् किं? भवान् न आसीत् इति कारणात् तस्मिन् दिने पठितवन्तः वा? न इति मन्ये। महोदय तत्र पठितवान्, कुत्र वयं स्थापितवन्तः? आम्, विवेकमहोदयः एव एतत् सर्वं कृतवान् खलु? आम्, वन् ओ सिक्स् मध्ये आसीत्, एतद् वन् ओ सिक्स् अस्ति वा? आम्, तद्वचनं पठितवन्तः, शिववीरस्य इति, एवं गोपीनाथस्य ततः आरम्भः अस्तु करणीयः। अस्तु अस्तु। गोपीनाथः विचार्य, राजन् धर्मस्य तत्त्वं जानासि, तन्नाहं स्वसम्मतिं तामपि दिदर्शयिष्यामि। महती ते प्रतिज्ञा, महत्तवोद्देश्यमिति प्रसीदामि तमाम्। नारायणस्तव साहाय्यं विदधातु अत्र शिववीर। तत्र प्रसीदामि तमाम् इतमाम् इति अस्ति खलु? आम् प्रसीदामि तमाम् इति आम् आम् गतसप्ताहे तरां तमाम् इति पदयोः विषये आम् चर्चितं खलु? आम् आम् अत्रापि तथा एव, प्रसादामि तमाम् इति इत्युक्ते अतिशयेन प्रसीदामि इति अर्थः। तर्हि शिवीरः वदति, करुणानिधान, नारायणः स्वयं प्रकटीभूयेन प्रायेण साहाय्यं विदधाति, किन्तु भवादृश महाशयद्वारैव तत् प्रतिज्ञायतां कापि सहायता। गोपीनाथः तत्र गोपीनाथः यदुक्तवान् तत्सर्वं पठितवन्तः वा? एतदेव उक्तं, राजन् न, क्षम्यतां, अहं चिन्तयामि गोपीना इतोपि अफजलखानस्य कानेन सह गोपीनाथः वार्तालापं कुर्वन् आसीत्, तदनन्तरं सः वयं तत्र गच्छामः, अनन्तरम् एतत् सर्वं कृत्वा तं बन्दी कृत्वा कृत्य आनयामः, अन्यथा तत्र एव युद्धं कृत्वा तं मारयामः इति सर्वं वदति सः। अतः तत्पूर्वं अतः वीराणां प्रति वदति सः एतत् सर्वं, ते अपि किञ्चित् मनसि तेषां शङ्का भवति, किमर्थम् एतत् सर्वं शटहस्य विषयः, एतेन सह सङ्गीतकस्य विषये तेन सह एतत् सर्वं किमर्थं करोति इत्यपि. अनन्तरं स्यूतः पाचकः भोजनार्थं आह्वयति तम् अफजलखानं, पुनः मिलामः इति उक्त्वा सः गच्छति. तदनन्तरं शिवराजस्य दृश्यम् अग्रे, गोपीनाथेन सह शिवराजः वदति. तदा सः किमर्थं, सः गोपीनाथः वदति, अहम् इदानीम् अभजनकालस्य सेवायामेव अस्मि, यद्यपि अहं सः द्विजः ब्राह्मणः, तत्र केवलं जीवनार्थं तस्य समीपे एव कार्यं करोमि, सन्देशः प्रेषितः अस्ति तेन, तद् अत्र निवेदयितुम् आगतवान् इति वदति. सः शिवराजः वदति किमर्थं तस्य धूर्तस्य कृते सेवा कृतं सेवां करोति इति. अतः तत् पूर्वं तथा अभवत्, इदानीं तस्य वेतनं स्वीकरोमि इति कारणात् तत्र मम कर्तव्यमस्ति, अतः एव अत्र आगतवान्. तत्सर्वं पठितवन्तः भवन्तः सन्ध्या मासी भगिनी, विमला तत् भगिनी भवती स्मरति किं? न पठितम् इति अहं चिन्तितवती. पठित पठित महोदय, पठितवन्तः महोदय, पठितं वा? हा, आम्. ओहो, 100 and 6 पेज् नंबर्, तत्र विदुषाम् अत्र का सम्मतिः, तत्र पर्यन्तं पठितवन्तः. अत्र गोपीनाथस्य सम्भाषणं यत् महोदय शिवराजेन सह महोदयेन, हा हा राजन् तत् धर्मस्य प्रारब्धः तत्त्वं वा, जानसि. यतः सहभागः प्रारब्धः किम्? आम् हा, अधुना आम् एव आम् महोदय, सहभागः पठितः तत्र गोपीनाथ गोपीनाथ। इति, हा गोपीनाथस्य सम्भाषणं महोदयेन कृतम् अद्य एव. राम धर्मस्य तत्त्वं जानासि इति ततः. एकवारम् एतत् शिवराजः भगवन् इति प्रारभ्य वदति खलु, तत् एकवारं पठतु, केवलं अस्तु। पठनं भवतु. आम्, शिववीरः भगवन् कथयेदेवं कश्चित् यवनराजः, परं किं भवानपि माम् अनुमन्यते? यद्ये अस्मदिष्टदेवमूर्तिर्भङ्क्त्वा मन्दिराणि समुन्मूल्य तीर्थस्थानानि पक्कणीकृत्य पुराणानि पिष्ट्वा वेदपुस्तकानि विदार्य च आर्यवंशीयान् बलाद् यवनीकुर्वन्ति, तेषामेव चरणयोरञ्जलिं बद्ध्वा ललाटिकाताम् अङ्गीकुर्याम्? एवं चेत् धिङ् मां कुलकलङ्कं क्लीबं, यः प्राणभयेन सनातनधर्मद्वेषिणां दासरेकतां महेत्। यदि चाहं दासे रकतां, दासेरकथम् इत्युक्ते दास्यम् इति. दासेरकतां भहेत्। यदि चाहम् आहवे म्रियेय, वध्येय, ताड्येय वा तदैव धन्योऽहम्। धन्यौ च मम पितरौ, कथ्यतां भवादृशां विदुषामत्र का सम्मतिः? का सम्मतिः? तदा गोपीनाथः, राजन् धर्मस्य तत्त्वं जानासि, तन्नाहं स्वसम्मतिं, स्वसम्मतिं. स्वसम्मतिं कामपि विदर्शयिष्यामि। महती ते प्रतिज्ञा, महत्तवोद्देश्यम् इति प्रसीदामि तताम् प्रसीदामि तमाम्। नारायणस्तव साहाय्यं विदधातु। तर्हि भवतः प्रतिज्ञा महती अस्ति, उद्देश्यमपि तत्र प्रसीद माम् एवं तत्र तेन अहं प्रसीदामि, तव साहाय्यं करोतु नारायण इति। नारायणः शिववीरः करुणानिधान, नारायणः स्वयं प्रकटीभूयेन प्रायेण साहाय्यं विदधाति। किन्तु भवादशमहाशयद्वारैव तत् प्रतिज्ञायतां कापि सहायता इति, किं साहाय्यम् आवश्यकम् इति शिवीरः पृच्छति. अनन्तरं गोपीनाथः तत्र राजन् प्रतिज्ञायतां कापि सहायता इत्युक्ते मम कृते एकं साहाय्यं करोतु इति ओहोहो प्रतिज्ञायतां कापि सहायता. अस्तु अस्तु अस्तु. गोपीनाथः वदति, राजन् कथ्यतां किमहं कुर्यां, परं यथा न माम् अधर्मः स्पृशेत् तथैव विधा स्यात्. यथा माम् अधर्मः न स्पृशेत् तथैव तथा वदतु, तथैव विधास्यामि. यतः इदानीं वेतनं स्वीकरोति इति कारणात् अभिजनकानस्य विरुद्धं तद् किमपि कर्तुं न इच्छति सः गोपीनाथः, यतः तत्तु धर्मः कर्तव्यपालनम् अस्ति इति. अतः यथा न माम् अधर्मः स्पृशेत् तथैव विधास्यामि. शिववीरः शान्तं पापं कोऽत्र अधर्मः, केवलं श्वः अस्मिन् अस्मिन् उद्यानप्रान्तस्थपटकुटीरे यवनसेनापतिः अफजलखान आनेयः, यथा तेन एकाकिना अहम् एकाकी मिलित्वा किमपि आलाप किमपि आल आलपामि. तर्हि अन्ये तं तत्र एकाकी आनयतु इत्येव करोतु तत्र मम. केवलं परस्परं मेलनं भवतु, यतः तस्य उद्देशः अवगतः खलु इदानीं, अतः एव शुद्धं कर्तुमेव आगच्छति सः इति जानाति. अतः तत् पूर्वमेव तेन परस्परं मेलितुम् अहम् इच्छामि इति. गोपीनाथः तत् सम्भवति. ततः परं गोपीनाथेन सह शिववीरस्य बहुविधा आलापा इदानीं अभूवन्. किञ्चित् न भगिनी भवती पठति किन्तु तत्र ततः ततः आरभ्य. आम् महोदय, ततः ततः परम् परं अस्तु. ओ ओ ओ एकनिमिषं. ततः परं गोपीनाथेन सह शिववीरस्य बहुविधा आलापाः अभूवन्, यैः शिववीरस्य उदारहृदयतां धार्मिकतां शूरतां च अवगत्य गोपीनाथः अतितरां पर्यतुष्यत्. अथ स तमाशीभिराशीर्भिः अनुयोज्य यावत् प्रतिष्ठते तावदुपातिष्ठत् सः सहचरस्थानरङ्गः. तदा तावद् उपातिष्ठ गौरसिंहः तत्र गतवान् खलु सहचर इति. सः सहचरः तानरङ्गः सहचरेण सह उत्तिष्ठत्. गोपीनाथस्तु तम् अनवलोकयन्नेव तस्मिन्नेव निशीथे दुर्गाद् अवातरत्. शीते कपटगायको गौरसिंहस्तु शिववीरेण सह बहुश आलप्य सेनाभिनिवेशविषये च सम्मन्त्र्य तदाज्ञातः स्ववासस्थानं जगाम. शिववीरः अपि अन्यसेनापतीन् यथा उचितम् आदिश्य स्वशयनागारं प्रविश्य होरात्रयं यावत् किञ्चन निद्रासुखमनुभूय अल्पशेषायमेव रजन्याम् उदतिष्ठत्. अत्र एतादृशप्रयोगः सम्यक् भवति. अत्र अल्पशेषायां रजन्यामेव उदतिष्ठत् इति भवति. तत्र सतिसप्तमीप्रयोगः होरात्रयं यावत् किञ्चन निद्रासुखम् अनुभूय अल्पशेषायामेव रजन्याम् उदतिष्ठत् उदतिष्ठत् इत्युक्ते इतोपि रात्रेः अन्तिमभागः अस्ति, तदा एव सः उत्थितवान् इति. सूर्योदयः अभवत्. शिववीरसेनास्तु यथासङ्केतं प्रथममेव इतस्ततः दुर्गप्राचीरान्तरालेषु गहनलताजालेषु उच्चावचभूभागव्यवधानेषु सज्जाः पर्यवतिष्ठन्त इदानीं इति. सन्ध्या भगिनी भवती पठति किम् अग्रे. एतावत्पर्यन्तं सरलः एव अस्ति, सर्वम् अवगतवन्तः किम्. आं महोदय. ओ, सुधा भगिनी आगतवती इति. आं महोदय, कथमस्ति महोदय? भवती इदानीं तु कानिचन दिनानि अतीतानि इति मन्ये भवतः आगमनात् परम्. आम् अहं तु भारतं गतवती, तदनन्तरं शार्लेट् तथापि प्रति सप्ताहे तत्र कुत्रापि गतवती, तत्कारणात् ओहो महोदय. ओहो, सन्ध्या भगिनी अनुवर्तयति किम्? म्यूट् मध्ये अस्ति सन्ध्या भगिनी, अदृश्या अभवत्. आम् आं महोदय. इतश्च सूर्यप्रभाभिर तत्पूर्वं अरुणी तत्पूर्वं बहवो इति. क्षमते, बहवोश्वारोह यवनपटकुटीरकदम्बकं परिक्रम्य ततः पश्चादागत्य अवसरं प्रतिपालयन्ति स्म. इत्युक्ते तत्र तेषां किं तत्र अवकाशः यदा लभ्यते तत् तस्य निरीक्षां कुर्वन्ति स्म. किमिति? इतश्च सूर्यप्रभा अवसरं प्रतिपालयन्ति स्म इत्युक्ते तत्र प्रतीक्षां कुर्वन्ति स्म खलु? आम् इतश्च सूर्यप्रभाभिररुणीक्रियमाणे भूभागे अरुणश्मश्रवोपि सेनाः सज्जीकृतवन्तः. ओ, तेपि इत्युक्ते इदानीं यवनाः अपि सेना. पूर्वतनानुच्छेदे महाराष्ट्रवीराः सर्वे तत्र तत्र पूर्वं पठितं खलु, उच्चावचं, समप्रदेशः, तत्र तत्र वृक्षाणां पुरपृष्ठतः एवं तेषां तथा एव खलु तेषां क्रमः, युद्धक्रमः, गोरिल्लवर् इति उक्तवन्तः, आम् आम् आम् तथा सर्वत्र प्रविश्य यवनपटकुटीरकदम्बकं परिक्रम्य ततः पश्चादागत्य अनन्तरं प्रतीक्षां कुर्वन्ति स्म शिवराजस्य वीराः. इतश्च सूर्यप्रभाभि अरुणीक्रियमाणे भूभागे अरुणश्मश्रवोऽपि सेनाः सज्जीकृतवन्तः. अरुणीक्रियमाणे सूर्यप्रभा इत्युक्ते सूर्योदयात् किञ्चित् पूर्वम् अरुणोदयस्य समये एव अरुणश्मश्रवः अपि सेनाः सज्जीकृतवन्तः इति. बहवो, वयमद्य शिवम् अवश्यमेव विजेष्यामहे, परं तथापि न जानीमहे किमिति कम्पत इव हृदयम्. अहो, विलक्षणः प्रतापः एतस्य, पवनेपि प्रवहति, पतत्रेपि पतति, पत्रेपि मर्मरी भवति. स एव आगत इति अभिशङ्क्यते अस्माभिः. अहः, विचित्रोऽयं वीरो यो दुर्गप्राचीरमुल्लङ्घ्य परिवारम् अवगणय्य लोहार्गलशृङ्खलासहस्रनद्धानि करिकुम्भाघातसहानि द्वाराणि प्रविश्य विकोशचन्द्रहासासि धेनुका ऋष्टि तोमर शक्ति त्रिशूल मुद्गर भुशुण्डीकराणां रक्षकाणां मण्डलम् अवहेल्य प्रियाभिः सह पर्यङ्केषु सुप्तानामपि प्रत्यर्थिनां वक्षस्थलमारोहति. निद्रास्वपि तान् न जहाति, स्वप्नेष्वपि च विचारयति कथमेतस्य चञ्चचन्द्रहासचमत्कारचाकचक्यचिल्लीभूतचक्षुष्काः समराङ्गणे स्थास्यामः. स्थास्यामः इति पूर्वमपि एवम् एतत् आगतं खलु, चञ्चचन्द्रहासचमत्कारचाकचक्यचिलीभूतचक्षुष्काः समराङ्गणे स्थास्यामः इति. इत्युक्ते चकारः एव अग्रे अपि चिन्ताचक्रमारूढः अपि. आम्, इत्युक्ते खड्गेन सह नेत्रे तत्र निष्कासयति इति. ये जनाः सर्वं येषां करोति जनानां इदानीं ते तत्र, जनाः अतः एव तस्य साहसः अथवा साहसकार्याणि वर्णनातीतानि चिन्तनातीतानि अपि इति. तत्र प्रत्यर्थिषु प्रियाभिः सह निद्रावस्थायां सन्ति चेदपि तां जहाति न जहाति न न त्यजति अस्ति इति स्वप्न चिन्ता सुप्तानामपि प्रत्यर्थिनां वक्षस्थलम् आरोहति निद्रासु अपि तान् न जहाति स्वप्नेषु अपि न च विदारयति तत्र एतत् सर्वमस्ति खलु चन्द्रः स असि धेनुकारिष्टि तोमरशक्ति त्रिशूल मुद्गरभुषुण्डीकराणां रक्षकाणां मण्डलमपि अवहेल्य शत्रुस्थानमेव आगच्छति इति तत्र तत्र तत् ऋषितोमरश्च पूर्वतनभागे एकमस्ति खलु करि तत्र पश्यतु करि कुम्भाघातसहानि द्वाराणि प्रविश्य पूर्वम् एतादृ दुर्गाणां शत्रुदुर्गाणां प्रवेशार्थम् अत्र दुर्गाणां साधारणतया बहु दृढद्वाराणि भवन्ति खलु अतः तद् द्वारस्य भङ्गं कर्तुं करि तत्र बृहत् बृहत् दारुदण्डं स्वीकृत्य तत्र तेन अपि प्रयत्नं कुर्वन्ति द्वार उद्घाटयितुम् अथवा द्वाराणि भङ्क्तुम् अथवा करिकुम्भाघातसहानि द्वाराणि कदाचित् गजसेनाम् आनीय तेषां द्वारा अपि तत् द्वाराणां भङ्गं कर्तुं प्रयत्नं कुर्वन्ति स्म पूर्वकाले अत्र तु करिकुम्भाघातसहानि द्वाराणि अतः तथा करिकुम्भ इत्युक्ते कुम्भस्थलम् अतिदृढम् अतिबलवत्तरं भवति गजानां तेनैव तत्र एवं सङ्घट्य तत्र द्वाराणाम् उद्घाटनं कुर्वन्ति स्म पूर्वकाले अतः एव लोहार्गल प्रहरिपरिवारमपि अविगणय्य लोहार्गलशृङ्खला सहस्रनद्धानि करिकुम्भाघातसहानि द्वाराणि अपि प्रविश्य इति अतः वदति तावत् दृढं भवति इति अनन्तरं तानि आयुधानि महोदय तत्र रिष्टि इति पदमस्ति तोमर इति तानि आयुधस्य अपि नाम आयुधानि तदपि वा कञ्चित् आयुधविशेषः कश्चन अस्तु अग्रिम तद् वाक्यं समापयामि कथं सम्राङ्गणे स्थास्यामः इति चिन्ताचक्रम् आरूढा अपि कथं कथमपि कैश्चित् वीरवरैः वर्धितोत्साहः समरभूमिम् अवातरन् इति एते यवन यवन सैनिकाः ते अत्र यवनवीराः ते सर्वे चिन्ताग्रस्ताः आसन् चेदपि कथमपि आगतवन्तः अरुणश्मश्रवः आम् अत्र चर्चां कर्तुं किमपि नास्ति खलु सर्वम् अवगतं सुधा भगिनी भवती अग्रे पठति किम् अथ कथञ्चित् ततः आरभ्य अथ कथञ्चित् प्रकाशबहुले संवृते नभस्थले परस्परं परिचीयमानासु आकृतिषु कमलेष्विव विकचताम् आसादयत्सु वीरवदनेषु भ्रमरालिष्व लिष्वव परितः प्रस्फुरन्तीषु असि पङ्क्तिषु चाटकैरचकचकायितेषु कवच चकत्कारेषु गोपीनाथपण्डितः वारम् एकं शिववीरदिशि परतश्च यवनसेनापतिदिशि गतागतं विधाय सेनाद्वयस्य मध्ये एव कस्मिंश्चित् पटकुटीरे अपजलखानमानेतुं प्रबबन्ध शिववीरः अपि कौशेय तदेव वाक्यं पुनः एकवारं पठतु भगिनि सम्पूर्णं वा अथ ततः वा अथ कथञ्चित् प्रकाशबहुले संवृते नभस्थले परस्परं परिचीयमानासु आकृतिषु कमलेष्विव विकचताम् आसादयत्सु वीरवदनेषु भ्रमरालिष्विव परितः प्रस्फुरन्तीषु असि पङ्क्तिषु चाटकैरचकचकायितेषु कवचचकत्कारेषु गोपीनाथपण्डितः वारम् एकं शिववीरदिशि परतश्च यवनसेनापतिदिशि वारमेकं शिववीरदिशि परतश्च यवनसेनापतिदिशि इति गतागतं भिन्नभिन्नविषयः खलु अतः यवनसेनापतिदिशि गतागतं विधाय सेनाद्वयस्य मध्ये एव कस्मिंश्चित् पटकुटीरे अपजलखानम् आनेतुं प्रबन्ध प्रबन्ध अस्तु सः उक्तवान् खलु एकाकी तेन सह एकाकिना मेलितुं मेलितुम् इच्छामि इति तदा शिववीरः अपि कौशेयकञ्चुकस्यान्तरलोहवर्मा बरिधाय वर्मा कौशेयकञ्चुकस्य अन्तः लोहवर्म ओ परिधाय लोहवर्म एतत्तु गीतासोपानं पुस्तकं मध्ये आसीत् एषा कथा प्रायः खलु गीतासोपानपुस्तके वा शिवरवीरस्य वा आम् आम् तत्र आहा दुर्गः किमपि आसीत् तादृशं कथा आसीत् तत्र ओहो प्रथमे भागे अस्ति आम् गीतासोपानपुस्तके प्रथमे भागे परिधाय सूत्रग्रथितोष्णिशस्य अपि अधस्तात् आयसं शिरस्त्राणं संस्थाप्य आयसं अधस्तात् ओ आयसं शिरस्त्राणम् उत्तमं आयसं संस्थाप्य शिरस्त्राणं संस्थाप्य सिंहनखनामकं शस्त्रविशेषं करयोः आरोप्य करयोः आरोप्य दृढबद्धकटीरपजल् कटिः अपजल् खान साक्षात्काराय सज्जः सज्जः तिष्ठति तिष्ठति स्म ओ तस्य इदानीं तत् अवगतं खलु कौशेयकञ्चुकस्य अन्तः ओहो लोहवर्मपरिधाय सुवर्णसूत्रप्रथित उष्णीशस्य अपि अधः अधस्तात् आयसं शिरस्त्राणं संस्थाप्य अस्तु सिंहनखनामकं तत् सिंहनक अस्तु अस्तु अतः युद्धार्थं सर्वं सर्वसज्जतामपि कृत्वा एव आगच्छति कौशेयकञ्चुकस्य अन्तः लोहवर्म कवचं लोहकवचं धरति उष्णीशस्य स्वर्ण उष्णीशस्य अन्तः अन्तः एतत् आयसं शिरस्त्राणम् अपि स्थापयति आयसम् इत्युक्ते ऐरन् अयः अयस् इति लोहः ऐरन् आयसम् इति तद्धितान्तपदं शिरस्त्राणम् आम् अत्र चर्चयितुं किमपि अस्ति चेत् न तो अन्यथा अग्रे सरामः लक्ष्मीनारायणमहोदय भवान् पठतु अफ्जलखानोऽपि च यदाहम् एनं साक्षात्कृत्य करताडनम् एकं कुर्यां तदैव तालिकाध्वनिसमकालमेव अमुकामुकैः श्येनैः इव अभिपत्य पाशैः एष बन्धनीयः अस्तु शिवराजः अपि किमपि कर्तुं मनसि तस्य उद्देशः अस्ति अभजनकालस्य मनसि अपि एवमेव साक्षात् कृत्य पुरतः दृष्ट्वा करताडनमेकं कुर्यां तदैव तालिकाध्वनिसमकालमेव अमुकामुकैः श्येनैः इव अभिपत्य पाशैः एव बन्धनीयः एषः पाशैः एषः बन्धनीयः अमुकामुकैः इत्युक्ते केवलं स्वः सः एकाकी न भटैः अपि इति वीरैः अपि सेनया च क्षणात् तत्सेना झञ्झया घनघटे वापनेया इति सङ्केत्य सूक्ष्मवसनपरिधानः जटितोष्णीषिकः गलविलुल्लितपद्मरागमालः मुक्तागुच्छ चोचुम्ब्यमानभालः किं तत् केन चोचुम्ब्यमान किमस्ति मुक्तागुच्छ मुक्तागुच्छचोचुं तत्र मुक्तानां गुच्छः अस्ति मुक्तागुच्छ चोचुम्ब्यमानभालः बालः ओहो निःश्वासप्रश्वासपरिमथितमद्यगन्धपरिपूरितपार्श्वदेशान्तरालः षोणश्मश्रूकूर्चविजितनूतनप्रवालः कञ्चुकस्यूतकाञ्चनकुसुमजालः विविधवर्णवर्णनीयशिबिकामारुह्य निर्दिष्ट पटकुटीराभिमुखं प्रतस्थे प्रतस्थे अस्तु तस्य विवरणमपि सम्यक् दत्तं शोणश्मश्रुकूर्च विजित नूतनप्रवालः नूतनप्रवालः इति कमपि हारं सः धरति इति मन्ये तत्तु तस्य शोणितश्मश्रु अस्ति खलु तस्य तदपि जित्वा अस्ति एतन नूतनप्रवालः इति श्मश्रुकूर्च इत्युक्ते कूर्चरीत्या भवति तस्य श्मश्रु अञ्चुकस्यूतकाञ्चनकुसुमजालः निःश्वासप्रश्वासपरिमथित ते सर्वेषु सर्वेषां कञ्चुके सुवर्ण सूत्रैः चित्रविचित्रकार्यं कलाकार्यं क्रियते क्रियमाणम् इति पूर्वमेव तथा आगतं निर्दिष्टपटकुटीराभिमुखं प्रतस्थे महोदय निश्वास प्रश्वास परिमथित मध्य गन्ध इत्युक्ते पर्फ्यूम् किमिति तत्र उपरि अस्ति खलु निश्वास प्रश्वास परिमथितं मध्य गन्ध मध्यगन्ध इत्युक्ते किं चन्दनं चन्दनलेपितम् अस्ति वा सः न तस्य यदा सः श्वासोच्छ्वासं करोति तदा तत्र किञ्चित् वक्षस्थलभागे रिब्स् सर्वं किञ्चित् तत्र कम्पनं भवति खलु यदा श्वासोच्छ्वासः क्रियते तदा तस्य मध्यगन्धः परिमथितः भवति किञ्चित् मथनं प्राप्तम् इति तथा साधारणतया तथा कम्पनं भवति चेत् गन्धस्य प्रसरणम् अधिकं भवति खलु तस्य सर्वदा सततं सः मद्यपानं करोति इति कारणात् तस्य निःश्वासप्रश्वाससमये मद्यगन्धः परिमथितः भवति तेन परिपूरितपार्श्वदेशान्तरालः सैड् सैड् आफ् हिस् रिब्स् इति अस्तु अग्रे विमला भगिनी पठति किम् इतस्तु कुरङ्गमिव तुरङ्गं नर्तयन् रश्मिग्राहवेषेण गौरसिंहेन अनुगम्यमानः माल्यश्रीकप्रभृतिभिर्वीरवरैर्युद्धसज्जैः सतर्कनिरीक्ष्यमाणः शिववीरोऽपि तस्यैव सङ्केतितस्य समागमस्थानस्य निकटे एव सव्यकरेण वल्गाम् आकृष्य अश्वम् अवारुधत् एकवारं पुनः पठतु किञ्चित् उच्चैः आम् इतस्तु कुरङ्गमिव तुरङ्गं नर्तयन् रश्मिग्राहवेषेण गौरसिंहेन अनुगम्यमानः माल्यश्रीकप्रभृतिभिर्वीरवरैः युद्धसज्जैः सतर्कं निरीक्ष्यमाणः शिववीरोऽपि तस्यैव सङ्केतितस्य समागमस्थानस्य निकटे एव सव्यकरेण वल्गाम् आकृष्य अश्वम् अवार्धत् इदानीं केवलम् एकाकी सः गच्छति चेदपि साक्षात् द्रष्टुं तस्य रक्षणार्थम् इतोपि किञ्चित् अवधानं दातुं गौरसिंहेन अनुगम्यमानः अस्ति कथं रश्मिग्राहवेषेण इति इत्युक्ते यदा अश्वारोही भवति तस्य अश्वस्य रश्मिग्रहणरीत्या अपि पार्श्वे कश्चन आगच्छति खलु तदेव पार्ष्णि रश्मिग्राहवेषेण गौरसिंहः आगच्छति माल्यश्रीकप्रभृतिभिः वीरवरैः सतर्कं निरीक्षमाणः, इत्युक्ते बहु अवधानेन निरीक्षमाणः सः शिवराजः निरीक्षमाणः अस्ति. सङ्केतितस्य समागमस्थानस्य निकटे एव सव्यक्रेण वल्गाम् आकृष्य तस्य अश्वस्य स्थगनं कर्तुं. ततस्तु इतोऽश्वात् शिववीरः ततस्तु ततस्तु इव अश्वात् इतः अश्वात् शिववीरः ततस्तु शिबिका शिबिकातोपजलखानः शिबिका शिबिकातः अपजलखानः अपि युगपद् एव अवातराम् अवातरताम् अवातरताम् हा ततस्तु इतः अश्वात् शिववीरः ततस्तु शिबिका शिबिकात् अपजल शिबिकातः अपजलखानः अपि युगपद् एव अवातरताम् परस्परं साक्षात्कृत्य च उभौ अपि उत्सुकाभ्यां नयनाभ्यां सत्वराभ्यां पादाभ्यां स्वागता अम्रेडनतत्परे स्वागत आम्रेडनतत्परेण स्वागत आम्रेडनतत्परेण वदनेन आश्लेष्याय प्रसारिताभ्यां च हस्ताभ्यां कौशेयाः तरणविरोचितायां कौशेय आस्तरणविरोचितायाम् अस्तु कौशेय आस्तरणविरोचितायां बहिर्वेदिकायां धावमानौ परस्परम् आलिलिङ्गतुः अस्तु अत्र पश्यतु ततस्तु इतः अश्वात् शिवीरः ततस्तु शिबिकातः अफजलखानः इति भागं कृत्वा प्रतिमुखम् आगच्छति आगच्छतः खलु अतः इतः एषः ततः एषः इति सः इति युगपदेव अवतरन्तम् अवतरन्ति अस्तु परस्परं साक्षात् उभावपि उत्सुकाभ्यां नयनाभ्यां सत्वराभ्यां पादाभ्याम् अस्तु आश्लेषाय इत्युक्ते आलिङ्गनं कर्तुं आलिङ्गनं कर्तुं प्रसारिताभ्यां च हस्ताभ्यां तत्र वेदिका बहिः वेदिका तत्र पटगृहस्य बहिः वेदिका कौशेयास्तरण काम्बळः इति आस्तरणं तत्र पूरितमस्ति धावमानौ परस्परम् आलिङ्गितौ. अग्रे सन्ध्या भगिनि. शिववीरस्तु आलिङ्गनच्छलेनैव स्वहस्ताभ्यां तस्य स्कन्धौ दृढं गृहीत्वा सिंहनखैर्जत्रुणी कन्धरां च व्यपाटयत्. रुधिरदिग्धं च तच्छरीरं तच्छरीरं कटिप्रदेशे समुत्तोल्य भूपृष्ठे अपोथयत् अपोथयत् अपोथयत् तर्हि रुधिरदिग्धं च तच्छरीरं कटिप्रदेशे समुत्तोल्य भूपृष्ठे अपोथयत् तस्य अपोथयत् इत्यस्य पातयत् इति अर्थः वा इति एकवारं टीकायां पश्यतु. अपोथयत् न्यपातयत् इति पातयत् अपातयत् खलु अस्तु. समुत्तोल्य इत्युक्ते उन्नीय इति वा हा उत्तोल्य तत्र धृत्वा. अनन्तरं कन्धरां च व्यपाटयत्. जत्रुणी इत्युक्ते तत्र अत्र शोल्डर्स् शोल्डर् ब्लेड् स्कन्धस्य सन्धि इति उक्तमस्ति कन्धरा अत्र एतत् कण्ठः एव परन्तु तत्र तत्तु जायिण्ट् भवति कन्धरा इत्युक्ते तदेव ग्रीवा कन्धरा समानार्थकपदम् ओ अस्तु अस्तु कण्ठः अस्तु कण्ठप्रदेश कण्ठः साधारणतया एतत् जायिण्ट् एव भवति खलु अत्र अत्र शिरसः अनन्तरं भुजयोः मध्ये तत्तु भवति केन्द्रं मध्यकेन्द्रं भवति अतः एव हयग्रीवावतारस्य विष्णोः हयग्रीवावतारः अपि अभवत् खलु हयकन्धरः इत्यपि श्लोके वर्तते, कन्धरग्रीवा इति पर्यायपदम्। अस्तु. तत्क्षणादेव च शिववीरध्वजिन्यां महाध्वज एकः समुच्छ्रितः. ओहो तत् समकालमेव यवनशिबिरस्य पृष्ठस्थिताः पृष्ठस्थिता शिववीरसेना अग्निसात्। शिबिरम् अग्निसात् कृतवती. पुरस्थितसेनासु च अकस्मादेव महाराष्ट्रकेसरिणः समपतन् इति आवश्यकं खलु. समपतन् आम्, समपतन् तत्र ओ हलन्तम् समन्तः, साधारणतया सम् इति उपसर्गस्य अर्थः एव समन्ततः इति भवति खलु। त महाराष्ट्रकेसरिणः यवनसेनायाम् उपरि समन्ततः अपतन् इति। ततः तेषां हर हर महादेव गर्जन पुरस्सरं भिन्दिं मारय तत्र किञ्चित् विपोथय इति बलेन कोलाहल. वदतु, गर्जनपुरस्सरं छिन्दी भिन्दी मारय विपोथय इति हाँ, कोलाहलः इति किञ्चित् तेषां भवत्याः अपि कोपम् इति वक्तुं तेषां तथा हर हर महादेव अस्ति। गर्जन पुरस्सरं छिन्धि भिन्धि मारय विपोथय इति कोलाहलः. प्रत्यर्थिनां च खुदा तोबा अल्लादि पारस्य अल्लादि पारस्य पदमयः कलकलो रोदसी समपूरयत्. समपूरयत् खुदा तोबा अल्लादि पारस्य पदमयः इति कल पदमयः पर्शियन् पर्शियन् कलकलः. पारसि पारसिदानी भाषा हा, तत्र पारस्यपदमयः कलक पारस्यपदमयः इति तत्र अर्थः कथं दत्तः अस्ति पश्यतु। तत्र फारसी शब्दमयः इति आम् ओहो अस्तु फारसी शब्दमयः तेषां कलकलः इति. अस्तु अस्तु अग्रे इतोपि किञ्चित् पठतु। ततो यवनसेनासु शतशः सादिनः गगनं चोचुम्ब्यमानाः कृतदिगन्तप्रकाशाः कडकडाध्वनिधर्षितप्रान्तप्रजाः उड्डीयमानदन्दह्यमानपरसहस्रपटखण्डविहितहैमविहङ्गमविभ्रमाः रिङ्गणायित परस्फोटिस्फुलिङ्गरिङ्गितपिङ्गीकृतप्रान्ताः दोधूयमानधूमघटापटलपरिपात्यमानभसितसितीकृतानोकाः सकलकलध्वनिपलायमानैः पतत्रिपटलैरिव सोसूच्यमानाः शिबिरघस्मरा ज्वालमाला अवलोक्य असहाहाकारं तदभिमुखं प्रयाताः. ओहो अत्र किञ्चित् टीका अपि दृश्यताम्। अत्र किं केषाञ्चन पदानाम् अर्थः सम्यक् न अवगतः। तत् एतावत्पर्यन्तम् अवगतं खलु, तत्र पृष्ठस्थिता तत्सर्वम् अवगतम् इति मन्ये, सरलः एव आसीत्। समुत्तोल्यभूपृष्ठे अपोथयत् तावत्पर्यन्तं आम्, स्पष्टम् सम्यक् अस्ति. अवगतम्। सुवीरध्वजिन्या महाध्वज एकः समुच्छितः। ध्वजिनी इत्युक्ते सेना इति अर्थः, अहं चिन्तयामि सेनायां तस्य शिवराजस्य ध्वजः उच्छ्रितः। समकालमेव यवनशिबिरस्य पृष्ठस्थिता शिविरसेना शिबिरम् अग्निसात् कृतवती, सेना इति स्त्रीलिङ्गे इति अतः कृतवती इति। पुरस्थितसेनासु च अकस्मादेव महाराष्ट्रकेसरिणः समपतन्, तेषां हर हर महादेव गर्जनपुरस्सरं छिन्दी बिन्दी मार्या इत्यादीन शब्दानां कोलाहलः, तेषां खुदा इत्यादि कोलाहलः, पारस्य पदमयः कलकलः, सः पारसीकभाषायां कलकलः। एतत् सर्वं रोदसीं समपूरयत्, रोदसी एव अनुस्वारः आकाशः नास्ति, रोदस् रोदसी रोदं रोदांसि प्रायः अस्तु. इदानीं शतशः साधिनः इत्युक्ते अश्वारोहिणः, गगनं चोचुम्ब्यमानाः, कृतदिगन्तप्रकाशाः. किमर्थं दिगन्तप्रकाशाः? यवनसेनस्व तत्र शिबिरम् अग्निसात् कृता शिबिराणि अग्निसात् कृतानि इति कारणात् अत्र प्रकाशाः सन्ति सर्वे दिगन्ताः. कडकडाध्वनि धर्षितप्रान्तप्रजाः. किमर्थं कडकडाध्वनि? त्रासिताः प्रान्तप्रजाः अभिः ताः. ओ अस्तु, ते सर्वे इदानीं तेषां तत्र बहु किं वदामः कमोशन् भवति खलु सर्वत्र. उड्डीयमानदण्डह्यमानपरसहस्रपटखण्डविहितहैमविहङ्गमविभ्रमाः. तत् किम् उड्डीयमानैः? तत्टीकां पठतु भगिनि. उड्डीयमानैः तत्र उड्डीयमानैः दन्तह्यमानैः नितरां ज्वलद्भिः परसहस्रैः पटखण्डैर्विहितो हैमानं विहितः हैमानां सवर्णानां विहङ्गमानां पतत्रिणां विभ्रमो याभिः ताः ताः. सौवर्णानां पत्रतॄणाम् इत्युक्ते तत्र तादृश तेषां पटगृहे गृहस्य उपरि तादृश अलङ्कारः आसीत् इति मन्ये. अतः सौवर्णानां विहङ्गमानानां पत्रिणां विभ्रमः, विभ्रमः इत्युक्ते स्वर्णवर्णः इति बहु प्रकाशमानः भवति खलु तेष अतः पत्रतॄणां विभ्रमः याभिः ताः. अस्तु, ध्वजाः वा, ध्वजाः किम्? दान्ताः इति न तत्र शिबिराणाम् अवस्था सा. किमर्थं विभ्रमाः इति पुल्लिङ्गे अस्ति? प्रजाः एतत् चोचुम्ब्यमानाः, कृतदिगन्तप्रकाशाः, कडकटाध्वनिघर्षितप्रान्तप्रजाः, उड्डीयमानन्दह्यमानपरसहसपटखण्डविहितहैमविहङ्गमविभ्रमाः. विभ्रमाः इत्युक्ते तेषां चलनम् इति मन्ये, भिन्नभिन्नवक्रगत्या गच्छन्ति खलु तत् विभ्रमाः. ज्योतिरिङ्गणायितपरस्कोटिस्फुलिङ्गरिङ्गितपिङ्गीकृतप्रान्ताः, तस्य अर्थः कः? तत् अग्निकणानां सर्वम् अग्निदाहः इति तस्य वर्णनं तावदेव. ज्योतिरिङ्गणायितानां खद्योतायितानाम्, ओहो, तत्र खद्योतम् इत्युक्ते तु विद्युत् तडित् तथा मध्ये मध्ये प्रकाशं प्रसारयति तत्, अतः तथा खद्योतितायां खद्योत्. ओ न, खद्योतम् इत्युक्ते एतत् तत् कीटमस्ति खलु, कृमि, लाइटनिंग लाइटनिंग बग पतङ्गरीत्या भवति खलु, फायरफ्लाई पदे पदे प्रकाशं ददाति खलु, फायरफ्लाई तदेव खद्योतं, न तु विद्युत् न, खद्योतायन, क्षम्यतां, खद्योतायितानां परस्कोटीनाम् असङ्ख्यानां, एवमेव परसहस्रपरशतादपि स्फुलिङ्गानाम् अग्निकण. स्फुलिङ्ग इत्युक्ते अग्निकणं जानन्ति. रिङ्गितैः उड्डयनैः पिङ्गीकृताः पिञ्जरीकृताः प्रान्ताः परिसरभूमयः याभिः. ओ, एतावत्पर्यन्तं परिसरभूमयः, तत्र तत्रत्य वातावरणं, तत्रत्य प्रदेशानां स्थितिः तावदेव. अस्तु, अनन्तरं दोधूयमानानां नितान्तं कम्पन्तीनां वृद्धिं गच्छन्तीनां धूमघटानाम धूमलेखानां पटलेन समूहेन परिपात्यमानैः समन्ततः विकीर्णमाणैः भस्माभिः भसित भस्म भस्म भस्मभिः दीर्घः नास्ति भस्मभिः ठीक है। सितीकृताः शुभ्रीकृताः वृक्षाः, अनोकवाः वृक्षाः. या विहिताः सकलकलकलध्वनि कलकलशब्देन सह पलायमानैः अग्रे त्रिपटलेषु पूर्णतया पठितवती वा न खलु? एतद्वा आम् इत्युक्ते पलायमान तत्र तदा सकलकलकलध्वनि तत्र तावदेव तद्वाक्यं ततः सम्पूर्णं आरभ्य कृत्वा पठतु पुनः दोधूयमाना ततः पठतु पठतु भगिनि। ततः तत्र पठितं तत् पुनः पठामि न न सकलकलकलध्वनि ततः आरभ्य पठतु, चिन्ता अस्तु सकल सकलकल कलकलध्वनि पलायमानैः पतत्रिपटलैरिव सोसूच्यमानाः शिबिरघस्मराः न शिबिरघस्मरा ज्वालमाला अवलोक्य सहाहाकारं तदभिमुखं प्रयाताः। अस्तु एते यवनवीराः तत्र प्रयाताः। अपरे कस्य एका अभिमुखं प्रयाताः शिबिर तत्र शिबिरं तत्र किं शिबिरं प्रति पटगृहं प्रति गतवन्तः इति वा? अपरे च महाराष्ट्रासि भुजङ्गिनीभिः न न भुजङ्गिनीभिः तत्र एवं मुद्रणे एवं भवति कदाचित् गकारस्य एव इकारः भवति, अतः भुजङ्गिनीभिः भुजङ्गिनीभिः। भुजङ्गिनीभिः दन्दर्श ओहो दन्दश्यमानाः केचन त्रायस्व त्रायस्व इति साम्रेणं व्याहरमाणाः पलायमानाः अन्ये धीरावीराश्च अस्तु किमपि अग्रे वदन्ति। अस्तु अत्र शिवराजस्य वीराणाम् असि खड्गप्रहारः भवति खलु, तत्तु भुजङ्गिनी इव भवति इति, सर्पिणी इव अभि दन्दश्यमानाः ते ताभिः दन्दश्यमानाः। अस्तु सोऽसूच्यमानाः इत्युक्ते बोभूध्यमानाः। इतोपि तत्र पक्षिण जीवितपक्षिणामपि स्थितिः अस्ति, अतः एव सकलकलध्वनि कलकलशब्देन सह पलायमानैः पतत्रिपटलैः पक्षिसमूहैः, ते अपि सन्ति तत्र। सुधा भगिनी अग्रे पठति किम्, अन्ये धीरा धीराश्च इति अग्रे अग्रिमपृष्ठे। अन्ये धीरा वीराश्च तिष्ठतरे तिष्ठत धूर्तधुरीणाः महाराष्ट्रहतकाः किम् इति चौराः इव लुण्टका इव दस्यव इव च यवनसेनापतीनाम् आक्रम्यथ आक्रम्यथ सेनापतीनाम् आक्रम्यथ क्षम्यताम् आक्रम्यथ क्रम समागच्छत दीर्घः सम्मुखम् अस्ति आक्राम्यथ इति। आक्राम्यथ समागच्छत सम्मुखं यथा श्याम्येदस् किं चन्द्रहासानां श्याम्येतत् श्याम्येत् श्याम्ये अस्मत् श्याम्येत् श्याम्येत् प्रायः अस्मचन्द्रहासानां चिरप्रवृद्धा महाराष्ट्र रुधिरास्वाद तृषा। ओ इदानीं ओ यवनाः एवं वदन्ति महाराष्ट्र वीराणां प्रति एवं वदन्ति तिष्ठत तिष्ठत धूर्तधुरीणाः महाराष्ट्रहतकाः इत्युक्ते तत्र ते सर्वे वैरिणः खलु नीचाः इति, हतक अत्र नीचाः इति। यवनसेनापतीनाम् आक्राम्यथ ते न जानन्ति इतोपि अफजलखानस्य मरणं सञ्जातम् इति न जानन्ति, अतः एव यवनसेनापतीनाक्राम्यथ दस्यवः इव चौराः लुण्टकः साधारणतया रहस्यस्थानात् आगच्छन्ति खलु, एतेपि एतेषां युद्ध पद्धतिः तथा एव अस्ति खलु शिवराजस्य, सर्वतः कुतश्चापि आगत्य युद्धं कुर्वन्ति, अतः एव चोराः एव किमर्थम् इति, सम्मुखम् आगच्छन्तु अतः अस्मच्चन्द्रहासानां तृषा शाम्येत् इति, भवतां रुधिरपानार्थम् अस्माकं च खड्गाः इतोपि इतः तृषिताः सन्ति इति इति अग्रे सक्ष्वेडं संगर्ज्य युद्धाय सज्जाः समतिष्ठन्त तेषां च अश्वानां सव्यापसव्यमार्गैः कुरक्षुणा व्यदीर्यत व्यदीर्यत वसुधा व्यदीर्यत वसुधा खड्ग न खट न खटाश तत्र तत्र एव वाक्यस्य समाप्तिः. विरामः आमामां तेषां सव्य अपसख्य दक्षिणहस्तेन अनन्तरं वामहस्तेन अपि क्षुरक्षुण्णां यदीर्यत वसुध भूमौ एव तेषां खड्गप्रवारः अत्र तत्र प्रहारः आघातः अपतन् इति. खड्गकटकटाशब्दैः सह च प्रादुरभूवन् स्फुलिङ्गाः स्फुलिङ्गाः रुधिरधाराभिः ओ जपासुमन क्षम्यतां, यत् मया उक्तं तत् तथा न, तेषाम् अश्वानां च इति ते आगतवन्तः, तेषाम् अश्वानां सव्य अपसव्यमार्गैः, तत् चत्वारः पादाः सन्ति इति कारणात् सव्य अपसव्य दक्षिण वामपादयोः पाद पादयोः इत्युक्ते पृष्ठतः पुरतः इति चत्वारः सन्ति खलु, अतः तेषां मार्गैः क्षुरक्षुण्णा व्यदीरितवसुधा इत्युक्ते खुर क्षम्यतां खुरक्षुण्णा तेषां खुरैः सा वसुधा क्षुण्णा अभवत् इति भूमिः. अवगतं खलु? खड्गकटाश खटखटाशब्दैः सह च प्रादुरभूवन् स्फुलिङ्गाः पुलिङ्गाः रुधिरधाराभिः जपासुमनस् सुमनस्समाश्छन्नम् इव इव इव इव अभूत् आभूरणाङ्गणम् रणाङ्गणं. जप सुमनस् इत्युक्ते पुष्पम् इत्यपि अर्थः भवति खलु. जपाकुसुमं कथं भवति? शोणितवर्णे रक्तवर्णे अस्ति खलु जपाकुसुमं, हैबिस्कस् ताम्रवर्णं, तथा सुमनस् समाच्छन्नम् इव अभूत् रणाङ्गणम् इति. सर्वत्र रुधिरधाराभिः यत्र अस्ति तत्र एव अस्ति खलु. तदवलोक्य गौरसिंहः मृतस्य अपजलखानस्य शोणितशोणं शोणं शरीरं प्रलम्ब वेणुदण्डा दण्डाग्रेषु ओ दण्डाग्रेषु बद्ध्वा समुत्तोल्य सर्वान् सन्दर्श्य सभेरिनादं घोषितवान् यत् दृश्यतां दृश्यताम् इतः हतोऽयं यवनसेनापतिः तच्चाग्निसात् कृतानि ससकलसामग्रीजातानि शिबिराणि परितश्च बहूनि विनाशितानि यवनवीरकदम्बकानि. तावत्पर्यन्तं स्थापयतु. अत्र अवगतं खलु? अवगम्यते. शोणितशोणं शोणं शरीरं, शोणितशोणम् इत्युक्ते रक्तस्रावेण शोणितमिति रक्तवर्णीयम् अस्ति तस्य शरीरं. पूर्वमेव तस्य शरीरं शोणं शरीरं, ते सर्वे शोणितवर्णाः इत्येव वदन्ति खलु. अतः शोणितशोणेन शोणं शरीरं प्रलम्बवेणुदण्डाग्रेषु बद्ध्वा समुत्तोल्य उद्धृत्य सर्वान् सन्दर्श्य सभेरिनादं घोषितवान् दृश्यतां दृश्यताम् इतः हतः अयं यवनसेनापतिः ततश्च अग्निसात् कृतानि ससकलसामग्रीजातानि शिबिराणि परितश्च बहूनि विनाशितानि यवनवीरकदम्बकानि. कदम्बकानि इत्युक्ते यवनवीराणां समूहः इति. अग्रे तत् किम् इति अवशिष्टा यूयं मुधा बकगृध्र शृगालानां भोज्याः संवर्तद्वे सम्मतद्वे तत् मुधा वृथा बकेन गृध्रेण शृगालानां भोज्याः खाद्यमानाः वस्तुरीत्या सम्भवन्ति खलु, किमर्थं तत्र अवशिष्टाः सन्ति इति. अग्रिमभागं लक्ष्मीनारायणमहोदय भवान् अन्तिमपर्यन्तं पठति चेत् द्वितीयः निश्वासः समाप्यते. अस्तु. शस्त्राणि त्यक्त्वा पलायध्वं पलायध्वं यथा नेयं भूः कदुष्णैर्भवतां सद्यश्चिन्नकन्धरा गलद्रुदित गलद्रुधिरप्रवाहैः भवद्रमणीनां च कज्जलमलिनैर्बाष्पुरैः आर्द्रा भवेत् इति। अस्तु पलायुधं यथा न इयं भूः कदुष्णैः भवतां सद्यच्छिन्नकन्धरागलधृतिरप्रवाहैः, कदुष्णैः इत्युक्ते इतोपि उष्णमेव अस्ति तत्र रक्तं, यतः इदानीमेव सद्यच्छिन्नम् अस्ति तेषां कन्धराः, कन्धराणि वा कन्धराः वा, अतः गलत् यत् तत्र वह प्रवहन् अस्ति इति रक्तधारा रुधिरप्रवाहैः, अनन्तरं भवद्रमणीनां च पत्नीनां च कज्जलमलिनैः बाष्पकूरैः, कज्जल इत्युक्ते तत्र नेत्रयोः यत् कज्जलं भवति तस्य तेन सह आर्द्रं भवति बाष्पैः, तत्र अतः भूमिः अपि आर्द्रा भवेत्, अतः पलायुद्धम् इदानीमेव गच्छन्तु इति. तदवधार्य दृष्ट्वा च रुधिरदिग्धं क्रीडापुत्तलायितं सस्वामि शरीरं सर्वे ते हतोत्साहाः विसृज्य शस्त्राणि विसृज्य न विसृज्य तत्रैव विसृज्य भवति खलु, सर्वे ते हतोत्साह शरीरं विसृज्य ओ शस्त्राणि कान्दिशोकाः, ओ शस्त्राणि अपि विसृज्य शरीरमपि विसृज्य सृज्य वस्त्राणि च विसृज्य कान्दिशोकाः कादृशो दिशोकः, भेजुः कान्दिशिकः इत्युक्ते भयेन भीताः भयार्द्रताः इति भीताः भयार्द्रताः. भयद्रुतः दिशो भेजुः। ससेनः शिववीरश्च विजयशङ्खनादैः नादैः प्रायः रोदसी सम्पूर्य प्राङ्गणशोधनाधिकारं माल्यश्रीकाय समर्प्य प्रतापदुर्गं प्रविश्य मातुश्चरणौ प्रणनाम। अवगतं, द्वितीयनिश्वासः समाप्तः. तत्र माल्यश्रीकः इति कोऽपि एकः श्रीकः इति कश्चन अस्ति खलु, शिवराजस्य प्रमुखवीरेषु अन्यतमः मालश्रीकः, तस्मै समर्प्य रणाङ्गणशोधनाधिकारम् इति, तत्र केवलं युद्धं कृत्वा तथा एव गन्तुं न शक्नुवन्ति, ये पराजय जयं प्राप्तवन्तः तेषां कर्तव्यं भवति तत्र सर्वेषां मृतशरीराणां तत्र कथं तेषां उत्तरक्रिया वा किमपि करणीयं भवति, अनन्तरं तत्र स्थानस्य शुद्धता करणीया भवति, तत्सर्वम् अस्ति खलु युद्धादनन्तरं, तद्दायित्वं तस्मै दत्तवान्. अतः वयं विरमामः, अत्र इतोपि अग्रेपि पठामः वा, एतावत् पर्याप्तं वा शिवराजविजयस्य पठामः महोदय, पठामः वा, पठामः महोदय, आम् अग्रिमे सोमवासरे तृतीयः निश्वासः पठ्यते. अहमपि एतावत् पर्यन्तमेव पठितवती, ममापि पुनः प्रथमवारं पठनं भवति. अस्तु, शान्तिमन्त्रं वदामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सर्वे सन्तु सन्तु निरामयाः, निरामयाः, सर्वे सर्वे भद्राणि भद्राणि पश्यन्तु, पश्यन्तु, मा कश्चित् कश्चित् सुखभाग् दुःखभाग् भवेत्. भवेत्। ॐ शान्ति शान्ति शान्ति शान्ति शान्तिः. शान्ति।